गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। तत्र भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति पाठः जायमानः अस्ति। तत्र अन्तिमपरिच्छेदः अस्ति अष्टनवतितमपुटे, तत्र पठनम् इदानीं जायमानमस्ति। तत्र कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवे अपि घटकपालयोः तथाविधत्व अभावात् न तयोः कर्मजसंयोगजसंयोगः उत्पत्तिः इति लिखितं। तदनन्तरं पूर्वपक्षी आपादनद्वयं स्थापयति, मया उक्तं न च, तदनन्तरं वाच्यम् इति शैली वाक्ये प्रयोगः यदा दृश्यते तत्र मध्यभागः यदस्ति तत् पूर्वपक्षिणः पक्षः अस्ति इति तत्र सिद्धान्ती किं वदति, पूर्वपक्षिणः पक्षम् अनुवादं कृत्वा तादृशं न वाच्यं, तादृशं मा वदतु, किमर्थम् इति अग्रे तस्य निवारणमपि करोति। तर्हि तत्र स्मः, अत्र वाक्यमस्ति न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोष तादवस्थम् इति वाच्यम्। तर्हि अत्र वाक्यद्वयमस्ति, प्रथमं तु गुणरूपस्य तस्य, अत्र तस्य इत्युक्ते पृथक्त्वस्य, रूपादिवत् यथा रूपं तथा इति अर्थः, मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य रूपादिवत्। वयं जानीमः तत्र प्रथमक्षणे नैयायिकानां मतानुसारं द्रव्यं निर्गुणं निष्क्रियं तिष्ठति प्रथमक्षणे, द्वितीयक्षणे एव तस्मिन् गुणः वा क्रिया वा जायते। किमर्थम् इति चेत् तेषां निकषा अस्ति, कारणं कार्याधिकरणे कारणोत्पत्ति पूर्वक्षणे भवेत्। इदानीं रूपमिति कार्यं, तस्य अधिकरणं कारणमस्ति कपालः, नो चेत् घटः, तर्हि पूर्वक्षणे घटः भवेत्, इदानीमेव घटस्य उत्पादनमपि जायमानमस्ति इति कृत्वा यस्मिन् क्षणे, इदानीं प्रथमक्षणे कपालद्वयोः मध्ये संयोगः जायते, तस्मात् अग्रिमक्षणे घटः जायते, तस्मिन् क्षणे अग्रिमक्षणे घटः एकक्षणं निर्गुणं निष्क्रियं तिष्ठति, तस्मात् अग्रिमक्षणे तस्मिन् गुणः वा क्रिया वा जातुम् अर्हति। अस्तु, मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य रूपादिवत् नियतावधिकत्वे मानाभावात्, नियतावधिकत्वम् इत्युक्ते किं, तदस्माभिः अधीतम्। इदानीं घटः पृथक् इति तावदेव वदामश्चेत् तत्र शब्दबोधः एव न जायते, वाट् इस् सेपरेट् इत्युक्ते कस्मात् पृथक् इति निश्चयेन वक्तव्यं, यावत् न वदामः तावत् अर्थबोधः एव न जायते वाक्यस्य इति कृत्वा, यत्र तादृशसन्दर्भः अस्ति अर्थबोध, तत्र अन्यत् किमपि वक्तव्यं, स च नामकः अवधिः, अवधिः वक्तव्यं, घटः पटात् पृथक्, तर्हि इदानीं पटः अवधिः भवति, कस्य, घटस्य, तत्र अवधि कः कः, पृथक्त्वम् इति गुणः वा पदार्थः इति स्वीकुर्मः, इदानीं पृथक्त्वम् इति गुणः वा भेदः वा इति एव चिन्तनं चर्चा जायमानमस्ति खलु, तर्हि पदार्थः इति स्वीकुर्मः। यावत् पटः पटात् इति न वदामः तावत् अर्थबोधः एव न जायते इति स्थितिः यत्र अस्ति, तदेव नियतावधिकत्वं, तत्र अवधिः वक्तव्यः भवति, घटः पटात् पृथक् इति, पटात् इति अवधिः वक्तव्यः भवति, यावद् अवधेः वदनं न भवति तावत् अर्थबोधः एव न जायते, तादृशस्थितिः एव नियतावधिकत्वम् इति, तादृशस्थितिः पृथक् इति शब्दे अस्ति, पृथक् इति अवधिकः, तस्मिन् अवधिकत्वम् अस्ति, नियत अवधिकत्वमस्ति तत् इत्युक्ते अवधिः वक्तव्यः भवति, नो चेत् अर्थबोधः नवे न जायते। हा, तर्हि इदानीं पूर्वपक्षी किं वदति? नियतावधिकत्वे मानाभावात्, नियतावधिकत्वं कुत्र नास्ति इति वदति, अन्येषु गुणेषु, रूपादिगुणेषु इदानीं नीलो घटः, नील नीलरूपम् अस्ति इति वदामश्चेत् तत्र किमपि आकाङ्क्षा न जायते खलु? नियमेन तत्र अवधिः वक्तव्यः इति नास्ति। प्रथमं तु यत्र पञ्चमीविभक्तेः प्रयोगः भवति तत्रैव अवधिः वक्तव्यः भवति। तादृश अवधि नियत अवधिकत्वम् इत्युक्ते नियमेन अवधिः वक्तव्यः इति स्थितिः अन्येषु यस्मिन् कस्मिंश्चित् गुणेषु नास्ति, येषु केषु गुणेषु नास्ति, येषुचित् केषुचित् गुणेषु नास्ति। रूपम् इदानीं किं किं के गुणाः अस्माभिः साधिताः? रूप, रस, गन्ध, स्पर्श, संयोग इति एतादृशगुणेषु तादृशनियत अवधिकत्वं नास्ति, किन्तु पृथक्त्वं पृथक्त्वे एव तादृशगुणः अस्ति इति, तादृश धर्मः अस्ति इति भवान् वदति, सिद्धान्ती वदति इति पूर्वपक्षी आक्षेपं करोति। किन्तु इदानीं भेदः इति स्वीकुर्मः, घटः भिद्यते इति वाक्यं मया उक्तं, तत्रापि यथा घटः पृथक् इत्यस्मिन् वाक्ये अर्थबोधः एव न जायते, घटः भिद्यते इत्यस्मिन् वाक्ये अपि अर्थबोधः न जायते यावत् तत्र कस्मात् इति न वदामः तावत्। इत्युक्ते घटः पटात् भिद्यते इति, पटात् इति अवधिः यावत् न वदामः तावत् घटः भिद्यते इत्यस्य वाक्यस्य अर्थः एव न जायते, न बुध्यते इति कृत्वा इदानीं पृथक्त्वम् इति भवान् यद्वदति तत्र अन्येषु अन्यैः गुणैः सह तस्य साम्यं नास्ति, किन्तु भेदे तस्य साम्यं वर्तते। भेदे नियत अवधिकत्वम् अस्ति, अन्येषु गुणेषु नियति अवधिकत्वं नास्ति, पृथक्त्वे नियत अवधिकत्वम् अस्ति इति भवान् अङ्गीकरोति। तर्हि किमर्थं सः गुणः इति भवान् वादयति, वादं करोति? किमर्थं पृथक्त्वम् इति गुणः इति वादं करोति? भवतु भेदः इति एव स्वीकुर्मः इति प्रथम आपादनं पूर्वपक्षी करोति। तदेव अर्थः, गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इत्युक्ते तादृशनियतावधिकत्वम् अन्येषु गुणेषु न दृष्टम्। यदि पृथक्त्वम् इति नूतन अन्यतमः गुणः इति अङ्गीकुर्मः केवलं तत्रैव एतद् अङ्गीकर्तव्यं भवति, अपि च भेदे अपि नियतावधिकत्वम् अस्ति इत्यतः किमर्थं पृथक्त्वं गुणः इति भवान् अङ्गीकरोति? तस्य प्रयोजनं नास्ति, भवतु इदानीं भेदः एव गुणः, भेदः एव पृथक्त्वम् इति अङ्गीकरोतु इति पूर्वपक्षिणः वादः, प्रथमवादः। द्वितीयं भूतल अवधिकत्वस्यैव कपाल अवधिकत्वस्यापि आवश्यकत्वात्। अस्तु, तर्हि इदानीं भवान् किम् उक्तवान्? घटः भूतले अस्ति इति वाक्यम्। किमर्थं तादृशं वक्तुं शक्यते? इदानीं घटभूतलयोः मध्ये संयोगः अस्ति इत्यतः एव भवान् वदति घटः भूतले अस्ति इति। अपि च भवान् इतोपि वदति घटः भूतले अस्ति इति किमर्थं वक्तुं शक्यते इति चेत् तत्र पृथक्त्वम् इति गुणः अस्ति। कुत्र? घटे अपि पृथक्त्वम् अस्ति, भूतले अपि पृथक्त्वम् अस्ति, घटः भूतलात् पृथक् इति वक्तुं शक्यते इत्यतः एव भवान् वदति तत्र पृथक्त्वम् इति गुणः घटे अस्ति इत्यतः एव भवान् वदति घटः भूतले अस्ति इति। तादृशवाक्यं प्रयोक्तुं शक्यते इति भवान् वदति, भवान् इत्युक्ते सिद्धान्तिः वदति। किन्तु तत्र पूर्वमस्माभिः पठितं खलु, पृथगाश्रय आश्रितयोः मध्ये एव संयोगः जायते। पृथगाश्रयः, पृथक् इति पदं तत्रापि उपयुक्तमस्ति। तर्हि घटः घटे पृथक्त्वमस्ति, भूतले अपि पृथक्त्वमस्ति, किमर्थं पृथक्त्वमस्ति इति उक्तं। घटः स्वस्य अवयवे कपाले वर्तते, भूतलं स्वस्य अवयवे यत्किमपि तद् सः अवयवः भवतु तत्र वर्तते, तर्हि द्वयमपि पृथग् आश्रय आश्रितौ तयोः मध्ये संयोगः भवितुम् अर्हति इति भवान् उक्तवान्। घटे पृथक्त्वम् अस्ति इत्यतः एव घटः भूतले भवितुम् अर्हति, घटः भूतले अस्ति इति भवान् वदति, किन्तु केवलं भूतले भवितुम् अर्हति। इदानीं पूर्वपक्षी किं पूर्वपक्षिणः मनसि किमस्ति? घटः कपाले अस्ति, कपालः इदानीं कुत्र अस्ति? कपालिकायाम् अस्ति खलु। तर्हि इदानीं भिन्नभिन्न आश्रयं निरूपितम्। तर्हि किमर्थं यथा भवान् घटः भूतले अस्ति इति वदति संयोगसम्बन्धेन, तथा घटः कपाले अस्ति संयोगे सम्बन्धेन इति किमर्थं न वदति? तादृशमपि वक्तुं शक्यते इति वदति अत्र। भूतल अवधिकत्वस्य एव भूतल अवधिकत्वस्य इव एव नास्ति, भूतल अवधिकत्वस्य इव तत्र यण्सन्धिः अस्ति, न यण् नास्ति, गुणसन्धिः अस्ति, क्षम्यतां, भूतल अवधिकत्वस्य इव आद्गुणः। कपाल अवधिकत्वस्यापि, कपाल अवधिकत्वस्य अपि आवश्यकत्वात् इत्युक्ते तदपि अङ्गीकर्तव्यम्। इदानीं पृथक्त्वं तयोः मध्ये भवितुम् अर्हति इति एव इदानीं निश्चयं कुर्वन्तः स्मः खलु, तत्र तादृश अवधिः नास्ति। कपालः पृथक्त्वस्य अवधिः न भवेद् इति तादृशस्थितिः नास्ति, तत्र तादृशनियमः नास्ति इति कृत्वा तत्रापि भवितुम् अर्हति इति आपादनं करोति सः। भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्य अपि आवश्यकत्वात् तद्दोष तदवस्थम् इत्युक्ते पुनः पुनः तत्रैव तिष्ठति दोषः, दोषस्य निवारणं न अभवत्। तद् अवस्थम् इत्यस्य भावः तादवस्थम् इति वृद्धिः भूत्वा, आदिवृद्धिः भूत्वा तादवस्थम् इति जातं, तदवस्थम्। तदवस्थम् इत्युक्ते यथा पूर्वम् आसीत् तथा एव इदानीमपि तिष्ठति, भवान् किमपि न निरूपितवान्। तत्र पृथक्त्वम् इति भिन्नः गुणः अन्यतमः गुणः इति भवता न निरूपितं, किमर्थम् इति चेत् नियतावधिकत्वम् अन्येषु गुणेषु नास्ति, केवलं पृथक्त्वे एव अस्ति इति अङ्गीकर्तव्यम्। अपि च पृथक्त्वस्य अवधिः कः इति चेत् भूतलं पृथक्त्वस्य अवधिः भवति, तत्र अन्यत् किं यत्किमपि इदानीम् उत्पीठिका अपि पृथक्त्वस्य अवधिः भवति, तर्हि यथा भूतलमपि भवति उत्पीठिका अपि भवति यत्किमपि भवति एवमेव कपालः अपि भवितुमर्हति, तत्र नियमेन न भवति इति न उक्तं खलु, इत्यतः तत्र दोषः इदानीमपि तिष्ठति, भवान् भवता किमपि न निरूपितं। तद्दोषतादवस्थम् इति पूर्वपक्षी वदति, तं प्रति सिद्धान्ती वदति न च वाच्यम् इति, न च वाच्यम् इति एतादृशं मा वदतु इति सिद्धान्ती वदति। किमर्थम् इति चेत् अस्तु अग्रे किञ्चित् पठेम तदनन्तरम्। अस्तु मेहुल् महोदय, भवान् पठति वा भक्ष्यमाणविभागस्य इति? आम् आं महोदय, 98 भक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिल अवधिकत्वं किन्तु स्वनाश्य संयोगाश्रयावधिकत्वम् एव हि नियमेन स्वीक्रियते। तावदेव महोदय, इतोपि एकं वाक्यं पठतु। अस्तु, तथा इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमाणवन्तं यन्मूर्तं तदतिरिक्त अवधिकम् एव जायते इति स्वीकारात्, न चैवं परमाणुद्वयसंयोगानुपपत्तिः। स्वीकारात् इति तावत् पश्येम प्रथमम्। अस्तु, वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिल अवधिकत्वं किन्तु स्वनाश्य संयोगाश्रय अवधिकत्वम् एव हि नियमेन स्वीक्रियते। अत्र वक्ष्यविभागः इति अपि एक गुणः अस्ति। द्रव्यस्य उत्पत्ति अनन्तरं द्वितीयक्षणे जायमानः अपि न निखिल अवधिकत्वं, तत्र निखिल अवधिकत्वं किम् इति मया न उक्तम् एतावत्, नियतावधिकत्वम् इति प्रतिपाद्य अस्माभिः अवगतं, तथा निखिलावधिकत्वम् इत्युक्ते किम् इति अस्तु अहमेव किञ्चित् वदामि महोदय, तदनन्तरं भवान् पुनः वदतु। अहं किञ्चित् पठितवान् करपत्रे, वदतु तर्हि वदतु। तत्र निखिल अवधिकत्वम् इत्युक्ते यस्यां कश्चन विभागः अथवा पृथक्त्वम् इति वर्णनं कर्तुम् इच्छामः चेत् करोति चेत् जगति यत् विद्यमानं सर्वाणि द्रव्याणि तेषां यत् अवधिकत्वम् अस्ति तदेव निखिल अवधिकत्वम् इति अहं किञ्चित् अवगच्छ उदाहरणं किमपि स्वीकृत्य वदति वा सर्वेषां ज्ञानं भवति। आम् आम्, घटः स्वस्मिन् अवयवे अस्ति, अत्र घटः कपालात् पृथक् न भवति, अतः कपाल अवधिकत्वम् इति घटे नास्ति। घटपृथक् तस्मात् घटपृथक्त्वे निखिल अवधिकत्वं नास्ति। कस्मिन्नपि द्रव्ये यत् पृथक्त्वं वर्तते तस्मिन् पृथक्त्वे तद् आश्रयभूतद्रव्यस्य अवयव अवधिकत्वं नास्ति इति तत्र उदाहरणमस्ति, परन्तु सम्यक्तया अहं न जानामि तस्य कः इति। अस्तु, किञ्चित् सोपानेन गच्छेम। अस्तु, तर्हि इदानीं गते वर्गे अस्माभिः अधीतम् अवधिः, अवधिकः, अवधिकत्वम् इति पदत्रयम् अस्माभिः अधीतम्। अत्र उदाहरणमस्ति घटः पटात् पृथक् इति स्वीकुर्मः, तर्हि अत्र अवधिः कः वदतु मयूहल् महोदय। पटः अवधिः पटः भवति, अवधिकः कः घटः, न अवधिकः, ओ अवधिकः इति पटः नास्ति, पटः इति अवधिः पृथक् पृथक्त्वम् इति, हा पृथक्त्वम् इति अवधिकः, मया उक्तं खलु तत्र पूर्वम्, एतद् एतदुदाहरणं करपत्रे न दत्तं किन्तु सर्वेषां मनसि एतद् अस्ति चेत् समीचीनं, मम गृहं मम गृहस्य अवधिः कियत्, तत्र कियत्पर्यन्तं मम गृहमस्ति इति चेत् तस्य अवधिः भवति मम अन्यस्य गृहं, मम गृहस्य समीपे यः यद्गृहम् अन्यस्य गृहमस्ति तदेव अवधिः भवति, तावत्पर्यन्तं मम गृहमस्ति, तर्हि तावत् इति बोद्धुं किमपि अत्र स्थापनीयं खलु, तदेव भित्तिः, तर्हि भित्तिः अवधिकः भवति, अन्यस्य गृहम् अवधिः भवति, अवधिकेन अवधिः निरूप्यते खलु, अवधिकेन अवधिः निरूप्यते, अपि च अवधिः अवधिकस्यापि निरूपकः भवति, द्वयमपि अत्र द्वयमपि मनसि भवेत्। पुनः वदामि, मम गृहं कियत्पर्यन्तमस्ति, अन्यस्य गृहं यत्र आरभ्यते तावत् मम गृहमस्ति, इत्युक्ते अन्यस्य गृहम् इदानीं मम गृहस्य अवधिः भवति. अवधिः इत्युक्ते बौण्ड्रि, तावत् अस्ति. तर्हि अवधि कः इदानीं तावत् इति वक्तुं किमपि चिह्नं स्थापनीयं खलु तत्र. तद् बौण्ड्रि इति इत्युक्ते वाल्, भित्तिः तत्र निर्ममामश्चेत् इदानीं भित्तिः अवधिकः भवति. अवधिकः कुत्र स्थापितमस्ति? अवधेः स्थापितमस्ति इति कृत्वा तत्र अवधिः अवधिकस्य निरूपकः भवति. अवधिकत्वेन मम गृहस्य अवधिः कियत् इत्यपि निरूपितं भवति. द्वयमपि अस्ति. अस्तु, तर्हि इदानीं निखिल अवधिकत्वम् इति पदं नियत, तत्र नियत अवधिकत्वं पश्यतु. नियत अवधिकत्वम्, अवधिकत्वं कुत्र विद्यते? अवधिके विद्यते. अवधिकः इति पृथक्त्वम्. अवधि पृथक्त्वे अवधिकत्वम् अस्ति. स च अवधिकत्वं नियत अवधिकत्वम् इत्युक्ते यदा यदा पृथक् इति पदं वदामः तत्र अवधिः वक्तव्यः भवति. एवमेव निखिल अवधिकत्वम् इत्युक्ते किम् इति चेत् इदानीं पृथक्त्वम् इति स अवधिकपदार्थः अस्ति. इत्युक्ते पृथक्त्वम् इति अवधिकः अस्ति. पृथक्त्वम् इति अवधिकः अस्ति इति वयं जानीमः. वदतु. क्षम्यतां, पृथक्त्वम् इति यद् भवतः उदाहरणं दत्तं नेबर्स् हौस् इति इति पृथक्त्वं. नेबर्स् हौस् इति पृथक्त्वं नास्ति, भित्तिः इति पृथक्त्वं. भित्तिः भित्तिः आम् अवधिकः इति अवधिकः भित्तिः पृथक्त्वं. पृथक्त्वम् अवधिः इति नेबर्स् हौस् अन्यस्य गृहे. आम् आम्, अवधिके अवधिकत्वम् अस्ति अतः पृथक्त्वे अवधिकत्वम् अस्ति. सत्यम्. अपि च इदानीं पृथक्त्वम् इति पदार्थः स अवधिकपदार्थः इत्युक्ते तत्र अवधिः नियमेन वक्तव्यमस्ति. स अवधिक इत्युक्ते नियता अवधिकत्वपदार्थः अस्ति. सत्यम्. अस्तु, तर्हि पृथक्त्वं नियत अवधिकपदार्थः. अत्र पश्यतु, सावधिकपदार्थः वर्णनीयः अस्ति चेत्, पृथक्त्वम् इत्यस्य वर्णनं कुर्मश्चेत्, करणीयं चेत्, ताम् आश्रयीभूतव्यक्तिं विहाय पृथक्त्वम् इदानीं कुत्र अस्ति? घटः पटात् पृथक् इत्यस्मिन् वाक्ये पृथक्त्वं कुत्र अस्ति महोदय? घटः पटात् पृथक्, घटः पटात् घटे अस्ति खलु? पृथक् घटे अस्ति. सत्यं, केवलं घटे एव अस्ति अत्र. घटः पटात् पृथक् इत्यस्मिन् वाक्ये अवधिकः अस्ति पृथक् इति शब्दः, पृथक्त्वम् इति गुणः. पृथक्त्वं कुत्र अस्ति? घटे अस्ति. इदानीं विपरीतरीत्या वाक्यं वदामश्चेत्, पटः घटात् पृथक् इति वदामश्चेत् इदानीं पृथक्त्वं पटे. घटः पटात् पृथक् इति वदामश्चेत् पृथक्त्वं केवलं घटे. अस्तु, तर्हि ताम् आश्रयीभूतव्यक्तिं विहाय इत्युक्ते पृथक्त्वम् इति कश्चन गुणः, सः अवधिकः. सा अवधिकपदार्थः अस्ति. सः पदार्थः स्व आश्रयीभूतव्यक्तिं विहाय, घटं विहाय, अतिरिक्तं यद्यद् जगति विद्यमानं द्रव्यं, घटं विहाय अन्यानि द्रव्याणि यानि सन्ति लोके, तद् अवधिकत्वं तस्मिन् सः अवधिकपदार्थे भवति चेत् निखिल अवधिकत्वं तस्मिन् अस्ति इति उच्यते इति निखिलावधिकत्वस्य वाक्यमस्ति. पुनः वदामि, तत्र अत्र अत्र करपत्रे एतद् वाक्यं दत्तमस्ति, तत्र ततः उद्धृत्य अहं वदन्नस्मि. यस्यां व्यक्तौ कश्चन विभागः पृथक्त्वं वा सा अवधिकपदार्थः वर्णनीयः. इदानीं व्यक्तिः व्यक्तिः अस्ति घटः. तस्मिन् विद्यमानपृथक्त्वं घटः पटात् पृथक् इति वाक्यं, घटे पृथक्त्वमस्ति. तस्य पृथक्त्वस्य वर्णनं करणीयं चेत्, अस्तु तर्हि इदानीं घटे विद्यमानपृथक्त्वस्य वर्णनं करणीयं, तस्य अवधिः कः, किं किं घटे विद्यमानपृथक्त्वस्य अवधिः भवितुम् अर्हति इति चिन्तनीयम्। यदि घटं विहाय, स्व आश्रयं विहाय, पृथक्त्वं कुत्र अस्ति, घटे अस्ति, घटं विहाय लोके यानि द्रव्याणि सन्ति तानि सर्वाणि पृथक्त्वस्य अवधिः भवति चेत् पृथक्त्वे निखिलावधिकत्वम् अस्ति इति वक्तुं शक्यते, नो चेत् न। तर्हि निखिलावधिकत्वम् इत्युक्ते किम् इति अस्माभिः ज्ञातम्। वदतु मेहुल्। तर्हि महोदय, निखिलावधिकत्वं सर्वाणि द्रव्याणि भवति खलु, तत् सर्वे सावधिकपदार्थे अस्ति खलु। अत्र पश्यतु, तत् तदेव इदानीं द्रष्टव्यमस्ति, तस्य वाक्यस्य परिशीलनं कर्तव्यमस्ति। अस्तु, घटे पृथक्त्वमस्ति, पृथक्त्वस्य वर्णनम् अस्माभिः करणीयं, पृथक्त्वे निखिलावधिकत्वम् अस्ति वा न वा, घट पृथक्त्वम् इति सावधिकपदार्थः इति दृष्टं, किमर्थं घटः पृथक् इति तावदेव वदामश्चेत् आकाङ्क्षा न पूरितः भवति, इतोपि किञ्चित् तत्र अवधिः वक्तव्यः भवति। तर्हि घटः पटात् पृथक्, घटः इति तादृशं किमपि वक्तव्यम् एव अस्ति। तर्हि घटे अन्तरे लोके यानि द्रव्याणि सन्ति तानि सर्वाणि पृथक्त्वे भवति वा, पृथक्त्वस्य अवधिः भवति वा इति चिन्तनीयम्। चिन्तयामश्चेत् तत्र किं लभ्यते, घटः पटात् पृथक् इति तु सत्यं, तर्हि पटः अवधिः भवति पृथक्त्वस्य, घटः उत्पीठिकायाः पृथक्, तत्र उत्पीठिका इदानीम् अवधिः भवति पृथक्त्वस्य। एवं बहूनि द्रव्याणि, अनेक अवधिकत्वं पृथक्त्वे अस्ति, अनेक अवधिकत्वं पृथक्त्वे अस्ति, तथापि निखिल अवधिकत्वम् अस्ति वा इति पृष्टे सति कपालः घटात् पृथक् इति न वक्तुं शक्नुमः। कपालः घटात् पृथक्, नो चेत् घटः कपालात् पृथक् एवं वक्तव्यं, घटः कपालात् पृथक्, कपालः पृथक्त्वस्य अवधिः न भवति। कपालस्य अवयवः, कपालिका यदस्ति सः अवयवः घटस्य अवधिः न भवति इति कृत्वा स्व आश्रय अवयवपरम्परां विहाय सर्व अवधिकत्वं पृथक्त्वे अस्ति, इत्युक्ते स्व आश्रयं, स्व आश्रय अवयवपरम्परा, घटस्य आश्रयः कः, कपालः। तर्हि कपाले इदानीम् अवधि, कपालः पृथक्त्वस्य अवधिः न भवितुमर्हति, केवलं कपालः इति नास्ति, कपालस्य अवयवः यद् कपालिका सः अपि घटे विद्यमानपृथक्त्वस्य अवधिः न भवितुमर्हति। एवमेव अन्ततो गत्वा परमाणुपर्यन्तं, घटः यैः परमाणुभिः उत्पादितः अस्ति ते परमाणवः अपि घटे विद्यमानपृथक्त्वं प्रति अवधिः न भवति, इत्यतः निखिल अवधिकत्वं पृथक्त्वे नास्ति, पृथक्त्वे निखिल अवधिकत्वं नास्ति, केवलं घटस्य अवयवः एव, अवयव यदि स्वीकुर्मः चेत् ते अवधिक अवधि न भवति, अतः तान् विहाय स्व आश्रय अवयवपरम्परां विहाय अन्यत्र अन्यानि द्रव्याणि सर्वाणि पृथक्त्वस्य, घटे विद्यमानपृथक्त्वस्य अवधिः भवितुम् अर्हति इति बोधः। तर्हि पृथक्त्वे निखिल अवधिकत्वं नास्ति, नियत अवधिकत्वम् अस्ति किन्तु निखिल अवधिकत्वं नास्ति, अनेक अवधिकत्वमपि अस्ति किन्तु निखिल अवधिकत्वं नास्ति। वस्तुतः अत्र लोके पश्यामश्चेत् कस्यापि पदार्थस्य निखिलावधिकत्वमेव नास्ति, कस्यापि पदार्थस्य. समीचीनम्. अत्र पश्यतु भेदः इति स्वीकुर्मः, भेदविषये इदानीं निखिलावधिकत्वम् अस्ति वा न वा इति चिन्तयामः. भेदे नियतावधिकत्वम् अस्ति, घटः भिद्यते इति तावदेव वदामश्चेत् आकाङ्क्षा अर्थबोधः न जायते. घटा तत्र घटः पटात् भिद्यते यावत्पर्यन्तम् अवधीयामः तावत्बोधः इत्यतः भेदे अपि नियतावधिकत्वम् अस्ति. तथापि इदानीं निखिलावधिकत्वमस्ति इति चिन्तनी. अत्र पश्यतु भेदस्य भेदः अवधि अवधिकः इति स्वीकुर्मश्चेत् तादृश अवधिकस्य अवधिः कः इति चेत् इदानीम् अस्माकं वाक्यमस्ति घटः पटात् भिद्यते इति वाक्यम्. अत्र पश्यतु भेदः, भेदः इत्युक्ते अन्योन्याभावः. अन्योन्याभावः कथं निरूप अभावः अभावस्य निरूपणं कथं भवति? प्रतियोगिन् स्वीकृत्य एव भवति खलु? प्रतियोगिनं स्वीकृत्य एव अभावस्य निरूपणं भवति. प्रतियोगी किम् इति वक्तव्यं, नो चेत् अभावस्य निरूपणं न भवति. तर्हि एकः एव भेदस्य अवधिः भवति, तदेव वक्तव्यं भवति. प्रतियोगी इत्युक्ते भेदः इति सा अवधिकपदार्थः यदस्ति तस्य अनेक अवधिकत्वमपि नास्ति. यद्यपि घटः पटात् भिद्यते, घटः भूतलात् भिद्यते इति वदामः वाक्यं, तत्र इदानीं घट पटात् भिद्यते भूतलात् भिद्यते इति दृष्ट्वा तर्हि सर्वं वक्तुं शक्यते. इत्युक्ते घटः कपालात् भिद्यते इति अपि वक्तुं शक्यते नैयायिकानां मतानुसारं. तर्हि इदानीं निरूपितं खलु नियतावधि निखिलावधिकत्वम् इति चेत् न. अत्र अवधिः कः इति चेत् प्रतियोगी एव अवधिः भवति. प्रतियोगी सर्वेषां कृते प्रतियोगी एव अवधिः भवति इत्यतः भेदे अनेक अवधिकत्वमपि नास्ति, निखिल अवधिकत्वमपि नास्ति, एक अवधिकत्वमेव अस्ति भेदे. स च अवधिः कः इति चेत् केवलं प्रतियोगी एव भवति. प्रतियोगी एव अवधिः भवति कस्य? भेदस्य, अन्योन्य अभावस्य. अन्योन्य अभावः इति अवधिकः, अन्योन्य अभावे अवधिकत्वं वर्तते, नियत अवधिकत्वमपि वर्तते, किन्तु निखिल अवधिकत्वम् अस्ति वा इति चेत् न. अनेक अवधिकत्वम् अस्ति वा इति चेत् न. एक अवधिकत्वम् एव अस्ति. स च अवधिः कः इति चेत् प्रतियोगी एव. घटस्य अभावः एव वदामः खलु, घटः पटात् भिद्यते इत्युक्ते घट अभावः इदानीं पटे अस्ति इति विपरीतं जातम् अत्र. बुद्धं वा? अत्र पश्यतु घटः पटात् पृथक् इत्यत्र अवधिः कः इति चेत् पटः. घटः पटात् भिद्यते इत्यस्य वाक्यस्य अर्थः किम् इति चेत् घट अभावः पटे वर्तते इति अर्थः. घटः पटात् पृथक् इति वाक्ये पृथक्त्वं कुत्र अस्ति? घटे अस्ति, न तु पटे. तत्र विवक्षा नास्ति, पटे तु अस्ति एव, किन्तु घटः पटात् पृथक् इत्यस्मिन् वाक्ये पृथक्त्वं कुत्र अस्ति? घटे एव अस्ति. एवमेव घटः पटात् भिद्यते इत्युक्ते इदानीम् अभावः, कस्य अभावः वयं वदन्तः स्मः इति चेत् घट अभावः एव वदन्तः स्मः इदानीम्. तर्हि घट अभावः पटे अस्ति इति भिन्नरीत्या वक्तुं शक्यते. घटः पटात् भिद्यते इति वाक्यम् इदानीम् अभावं स्वीकृत्य तत्र आधार आधेयभावं द्योतुं वाक्यं वदति इति प्रार्थयति चेत् घट अभावः पटे अस्ति इति वक्तव्यम्. तर्हि घट अभावस्य अवधिः कः इति चेत् घटः एव प्रतियोगी, एकः एव अवधिः भवति तस्य. बुद्धं खलु? आमां सत्यं बुद्धम्. अन्येषां तत्र सन्देहः अस्ति वा? इदानीं पृच्छतु, नो चेत् भ्रमः जायते. शिलामहोदय अवगच्छामि महोदय, अवगच्छामि. अस्तु, समीचीनं. बालसुब्रह्मण्यं महोदय इति अत्र यत्र यत्र आधराधेयभावं स्वीकृत्य वदामः, यद्यपि तत्र पञ्चमी वक्तव्यं भवति, घटः पटात् पृथक् इत्यत्र पञ्चमी उपयुक्तमस्ति. किमर्थम् इति चेत् तत्र पृथक् नाना विस्तृतीया अन्यतरस्याम् इति सूत्रेण तत्र विकल्पेन तृतीयविभक्तिः अपि भवति, औत्सर्गिकेन पञ्चमीविभक्तिः विधीयते. तत्तु व्याकरणनियमं. किन्तु इदानीं घटे विद्यमानपृथक्त्वस्य अवधिः अस्ति पटः इति वाक्यं. घटपृथक्त्वम् इदानीं घटः पटात् पृथक्, तत्र आधार अधेयभावः द्योतनवाक्यं वक्तव्यम् इति चेत् मेहुल् महोदय प्रयत्नं करोतु. घटः पटात् पृथक् तत्र इदानीम् आधाराधेयभावं द्योतुं वाक्यं वदतु. आधाराधेयभावे योजुं घटः पटात् पृथक् घटः आधाराधेयभाव तत्र कथं भवति? पृथक्त्वमस्ति चेत् हा, पृथक्त्वम् इति स्वीकरोतु. पृथक्त्वं कुत्र अस्ति? पृथक्त्वं घटे अस्ति. ओ, तर्हि घटः इति आधार अत्र अत्र हा, वदतु, किञ्चित् प्रयत्नं करोतु. तर्हि पृथक्त्वम् इति अवधिकः अस्ति. आम् आम्, पृथक्त्वम् इति अवधिकः, अपृथक्त्वम् इति घटे अस्ति, अतः घटः इति आधारः भवति, पृथक्त्वम् इति आधेयः भवति. हा, स च पृथक्त्वं कीदृशपृथक्त्वम्? पटपृथक्त्वं, पटात् पृथक्त्वं खलु? पटस्य अपेक्षया, पटस्य अपेक्षया, हा, पटपृथक्त्वं, पटपृथक्त्वम् इत्युक्ते पट अवधिः भवति पृथक्त्वस्य. हा, पट अवधिकपृथक्त्वम् इति. हा, बहु समीचीनं. पटावधिक पटविशिष्ट पटविशिष्ट पृथक्त्वं घटे अस्ति इत्युक्ते पट अवधिक समीचीनं पट अवधिकपृथक्त्वं घटे अस्ति. पटपृथक्त्वं घटे, पटपृथक्त्वं घटे इति वदामः. तर्हि पटपृथक्त्वं घटे अस्ति, उत्पीठिकापृथक्त्वं घटे अस्ति, अन्यत् किमपि यत्किमपि अवधिरूपेण उक्त्वा तत्र वक्तुं शक्यते. अनेके शब्दाः तत्र वक्तुं शक्यते. पटपृथक्त्वं घटे, उत्पीठिकापृथक्त्वं घटे, भूतलपृथक्त्वं घटे इति वक्तुं शक्यते. किन्तु कपालपृथक्त्वं घटे इति न वक्तुं शक्यते, कपालिकापृथक्त्वं घटे इति न वक्तुं शक्यते. तर्हि पृथक्त्वस्य अवधिकः बहवः भवितुम् अर्हति इत्यतः एव पृथक्त्वम् इति अनेक अवधिकत्वम्. किन्तु इदानीं द्वितीयवाक्यं पश्यतु, घट अभावः पटे अस्ति. अत्र घट अभावः इदानीम् अभावस्य पूर्वम् अन्यत् किमपि घटं विहाय अन्यत् किमपि वक्तुं शक्यते वा? न शक्यते. घट अभावः भूतले अस्ति, घटाभावः पटे अस्ति, तत्र भवतु, तत्र पटे यत्र कुत्रापि भवतु, अभावस्य विशेषत्वेन घटं विहाय अन्यत् किमपि न वक्तुं शक्यते खलु? किमपि न वक्तुं शक्यते. इत्यतः एक अवधिकत्वम् एव अस्ति भेदे अभावे. प्रतियोगी स च अवधिः कः इति चेत् प्रतियोगी. आं, सत्यं. भेद अभावस्य उदाहरणे प्रतियोगी यदि प्रतियोगी एव अवधिः भवति. हा, प्रतियोगी एव अवधिः भवति, अतः तदेव सर्वेषाम् उदाहरणे अभावस्य उदाहरणे प्रतियोगी एक एव घटः एव. सत्यम्. अतः एकविध अवधि एक एव अवधिः अवधिकः भवति. अनेकावधि भेदः इति सः अवधिकपदार्थः, एक अवधिकपदार्थः. इदानीम् अत्र अत्र पारिभाषिकशब्दाः बहवः मया उपयुक्ताः, किन्तु अवगन्तुं शक्यते. भेदः इति अवधिकपदार्थः, सावधिकपदार्थः, सावधिकपदार्थः इत्युक्ते नियतावधिकपदार्थः, एक अवधिकपदार्थः इत्युक्ते केवलं प्रतियोगी एव तस्य अवधिः भवति. अन्यत् किमपि न. घटाभावः पटे वर्तते इति वदामश्चेत् तत्र आधारः यत्किमपि भवतु, किन्तु अभावस्य विशेषणं केवलं घटः एव भवितुमर्हति. घटस्य अभावः घटाभावः इत्युक्ते घटः एव प्रतियोगी भवति घटाभावस्य इत्यतः. तर्हि भेदः एक अवधिपदार्थः. अत्र इदानीं पश्यन्तु किं जातं. पूर्वं गतवर्गस्य पूर्ववर्गे तत्र एकस्मिन् देशे इति योजितम् इति अवगतं खलु. एकस्मिन् देशे विद्यमानपदार्थद्वयोः मध्ये तत्र संयोगः यदा कदापि न भवति इति अर्थः अस्माभिः स्वीकृतः. अत्र पश्यतु, भेदः अपि च पृथक्त्वम् अनयोः मध्ये इदानीं भेदः साधितः. भेदः अपि नियतावधिकपदार्थः, पृथक्त्वमपि नियतावधिकपदार्थः, किन्तु द्वयोः पृथक्त्वयोः पृथक्त्वभेदयोः मध्ये कः भेदः इति चेत् पृथक्त्वे अनेक अवधिकत्वम् अस्ति, किन्तु भेदे एक अवधिकत्वमेव अस्ति. तयोः मध्ये इदानीं भेदः साधितः. अतः पृथक्त्वम् इति भिन्नगुणः अङ्गीकर्तव्यः भवति. अतः किं महोदय पुनः एकवारं वदतु. अस्तु, इदानीं पृथक्त्वम् अनेक अवधिकपदार्थः, भेदः एक अवधिकपदार्थः इति पृथक्त्वभेदयोः मध्ये इदानीं भेदः साधितः. ओ, अतः इति कृत्वा हा भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासम् इदानीं कृतम्. आम् आम् आम् एकविधरीत्या यदि भेदः एव पृथक्त्वम् इति वदामः तत्र अनेक अवधिकत्वमपि भेदे भवेत् किन्तु नास्ति. नास्ति हा. तर्हि पृथक्त्वभेदयोः मध्ये कः भेदः इति चेत् पृथक्त्वम् अनेक अवधिकपदार्थमस्ति, भेदः एक अवधिकपदार्थमस्ति, एक अवधिकत्वपदार्थमस्ति इति कृत्वा तयोः मध्ये भेदः साधितः. तर्हि पृथक्त्वं भेदः न इति जातं. पृथक्त्वभेदयोः मध्ये अपि भेदः साधितः अस्माभिः. अस्तु, अत्र तर्हि इदानीं तत्र तर्कः कः, कथं वा पृथक्त्वं भेदात् भिद्यते इति अस्माभिः ज्ञातं, किन्तु इदानीमपि अत्र वाक्ये किञ्चिदिव इतोपि द्रष्टव्यमस्ति. वक्ष्यमाणविभागस्य, विभागः इति अन्यतमः गुणः, तस्य लक्षणं किं. संयोगनाशको गुणः विभागः इति, संयोगस्य नाशनं करोति यः गुणः तदेव विभागः. यः पदार्थः संयोगस्य द्वयोः मध्ये इदानीं संयोगः अस्ति, तस्य नाशं येन भवति सः एव विभागः इति तस्य लक्षणमस्ति. संयोगनाशको गुणः विभागः अस्ति. अस्तु, अत्र किं लिखितमस्ति. वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि विभागे निखिल अवधिकत्वं नास्ति इति अत्र लिखितमस्ति. विभागे निखिल अवधिकत्वं नास्ति, किन्तु किमस्ति विभागे. स्वनाश्य संयोग आश्रय अवधिकत्वमेव. यथा भेदे एकः एव अवधिः भवति, सः प्रतियोगी, एवमेव विभागे अपि एकः एव अवधिः भवति, स च कः इति चेत् केवलं यस्य नाशं करोति, यस्य संयोगस्य नाशं करोति भेदः, सः एव अवधिः भवति विभागस्य, अन्यत् किमपि नास्ति. तर्हि विभागः अपि एक अवधिक एक अवधिकत्वपदार्थः अस्ति. स्वनाश्य संयोग आश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. तथा इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्व आश्रयसमवायीकारणपरम्परां परम्परायां परमाणु अन्तं परमाण्वन्तं यन्मूर्तं तद् अतिरिक्त अवधिकत्वमेव जायते इति स्वीकारात् इति अत्र उक्तं। तर्हि भवतु इत्युक्ते अत्र स्वनाश्य स्व आश्रयसमवायीकारणपरम्परायां परमाण्वन्तं यन्मूर्तं तद् अतिरिक्त अवधिकत्वम् इत्युक्ते अनेक अवधिकत्वं पृथक्त्वे स्वीकृतं, किन्तु किं न स्वीकृतं विहाय इति उक्तं खलु। किं विहाय इति चेत् स्व आश्रय अवयवपरम्परां विहाय, परम्परां विहाय अन्येषां सर्वेषाम् अवधिकत्वं पृथक्त्वे स्वीकृतमस्ति इति कृत्वा। अस्तु, इतोपि समीचीनतया अस्माभिः अवगतं भेदपृथक्त्वयोः मध्ये कः भेदः इति चेत् पृथक्त्वे अनेधिक अनेक अवधिकत्वम् अस्ति, भेदे एक अवधिकत्वमेव अस्ति इत्यतः अत्र तयोः मध्ये भेदः साधितः, भेदः एव पृथक्त्वम् इति आक्षेपः न कर्तुं शक्यते इदानीम्। बुद्धं खलु? प्रश्नः अस्ति वा? अस्तु, तर्हि इदानीं न च एवं बालसुब्रह्मण्यः पठति वा? न च एवं न च एवं परमाणुद्वयसंयोग अनुपपत्तिः तयोः अनाश्रितत्वादिति वाच्यं, तत्र स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात्। अस्तु, अत्र पुनः पूर्वपक्षी आक्षिपति न च वाच्यम् इति अस्ति खलु, न च एवं परमाणुद्वयसंयोग अनुपपत्तिः तयोः अनाश्रितत्वाद्धि वाच्यं न वाच्यम्। तर्हि पूर्वपक्षी पूर्वपक्षिणः आपादनं किम् इति भवान् प्रतिपादयति वा? पूर्वपक्षः पूर्वं पठितः अस्माभिः किम् अधीतं, पृथग् आश्रय आश्रितयोः मध्ये एव संयोगः भवति इति अधीतं खलु, संयोगः भवति। इदानीं परमाणुद्वयोः मध्ये संयोगः भवति, तेन एव सृष्टिः जायते। आम्, प्रथमं परमाणुद्वयोः मध्ये संयोगः भवेत्, तेन द्युणुकं जायते, तदनन्तरं द्युणुकद्वयोः मध्ये संयोगः भवति, तेन त्रणुकं जायते, त्रणुकद्वयोः मध्ये संयोगः भवति, तर्हि चतुर्णुकं जायते इति सृष्टेः क्रमः अस्ति नैयायिकानां मतानुसारम्। इदानीं परमाणुद्वयोः मध्ये संयोगः भवेत् अभविष्यत्, तर्हि किं वक्तव्यं, परमाणुः कुत्र आश्रितः अस्ति इति वक्तव्यं खलु। पृथग् आश्रय आश्रितयोः मध्ये एव संयोगः जातुम् अर्हति इति अस्माभिः उक्तं, किन्तु परमाणु घटः कुत्र आश्रितः अस्ति, कपाले आश्रितः अस्ति, कपालः कुत्र आश्रितः अस्ति, कपालिकायाम् आश्रितः अस्ति, एवं परमाणु यत्र कुत्रापि आश्रितः अस्ति वा? परमाणोः परमाणोः आश्रयः अस्ति वा? परमाणोः कपाले आश्रितः न आश्रितः आश्रयः इति पदद्वयस्य अर्थं वदतु। आश्रितः इत्युक्ते किम्? आश्रयः इति अधिकरणम्। आश्रितः इत्युक्ते आश्रितः इति आदेयः, यत् अधिकरण। समीचीनं समीचीनं, तदेव। तर्हि आश्रयः उपरि भवेत्, आश्रितः उपरि भवेत् आदेयः, आश्रयः अधः भवेत् अधिकरणम्। परमाणु यस्मिन् कस्मिंश्चित् आश्रितः अस्ति वा, परमाणोः आश्रयः अस्ति वा? परमाणोः आश्रयः नास्ति। हा, परमाणोः आश्रयः एव नास्ति खलु। आम् आम्, किन्तु इदानीम् अस्माभिः किमुक्तं, पृथग् आश्रय आश्रितयोः मध्ये एव संयोगं संयोगः भवति. इदानीं परमाणोः आश्रयः एव नास्ति खलु? आम्. तर्हि आश्रयः एव नास्ति चेत् कथं वा द्वयोः परमाणोः मध्ये संयोगः भवितुमर्हति इति पूर्वपक्षी आक्षेपति. बुद्धं खलु? अत एवं परमाणुद्वयसंयोग अनुपपत्तिः. अनुपपत्तिः इत्युक्ते असम्भवः, न भवितुमर्हति इति पूर्वपक्षी आक्षेपति. भवान् किम् उक्तवान्? पृथगाश्रय आश्रितयोः मध्ये एव संयोगः भवति, परमाणवः यत्र कुत्रापि न आश्रितः सन्ति न सन्ति इत्यतः द्वयोः परमाणोः मध्ये संयोगः इदानीं न भवितुमर्हति इति आक्षेपति. सिद्धान्ते किं वदति, तत्र हेतुः अपि दत्तं, तयोः अनाश्रितत्वात् अनाश्रितत्वं तौ परमाणुद्वयौ द्वौ यत्र कुत्रापि न आश्रितः न सन् तस्य आश्रये एव नास्ति इत्यतः अनाश्रितत्वात् द्वयोः परमाणोः मध्ये संयोगः एव न भवति इति न वाच्यम् इति न वदतु. किमर्थं तत्र नैयायिकायाः मतं किल? इत्युक्ते सिद्धान्ती वदति, सिद्धान्ती तत्र स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात्. तत्र इत्युक्ते कुत्र? परमाणुषु परमाणौ नो चेत् परमाणुषु स्वतन्त्रे क्रियावत्त्वं, क्रिया अस्ति परमाणुषु, यदा क्रिया जायते तदा एव संयोगः जायते. अस्तु, तर्हि तेषु स्वतन्त्रक्रिया अस्ति, अन्यम् आश्रित्य क्रिया इति नास्ति, स्वतन्त्रक्रिया अस्ति इति स्वीकृतं. तर्हि परमाणवः स्वतन्त्रक्रियावन्तः सन्ति इति कृत्वा यदा क्रिया भवति तदा संयोगः भवितुमर्हति इति कृत्वा यद्यपि परमाणु पृथगाश्रय आश्रितौ नास्ति, परमाणुद्वयं पृथगाश्रय आश्रितौ नास्ति, तथापि तयोः स्वतन्त्रक्रिया अस्ति इति कृत्वा तत्र तयोः मध्ये संयोगः भवितुमर्हति. महोदय अहं वदामि परमाणुषु परमाणवः भिन्न आश्रित आश्रयत्व नास्ति, तस्मात् तयोः मध्ये परमाणुषु संयोगं कर्तुं न अर्हति इति पूर्वपक्षिणः वदन्ति. परन्तु सिद्धान्तिनः वदन्ति परमाणोः स्वातन्त्रितः कार्यं कर्तुं शक्यते, तस्मात् संयोगं कर्तुं तेन साध्यम् इति. हा, इति कृत्वा इदानीं कयोः मध्ये संयोगः भवति इति वक्तुं निकषाद्वयमस्ति, ऐदर् आर्. पृथगाश्रय आश्रितयोः मध्ये इत्युक्ते युतसिद्धयोः मध्ये संयोगः भवति, नो चेत् येषु ययोः स्वतन्त्रक्रियावत्त्वम् अस्ति तयोः मध्ये संयोगः भवितुमर्हति, अन्यत्र सर्वत्र समवायः एव भवति इति निश्चितम्. अस्तु, अग्रे सरेम, इत्थमेव भवानेव पठतु महोदय. इत्थमेव मूर्तिविभु संयोगस्थले संयोगस्थले संयुक्तयोः पृथक् आश्रय आश्रित आश्रित्वस्य असम्बधे अपि एकस्य मूर्तस्य पृथक् आश्रयाश्रितत्वं संयोगपपत्तिः. संयोग उपपत्तिः, उपपत्तिः इत्युक्ते संयोग सम्भवः. संयोग उपपत्तिः संयोगं साध्यम् इति. सो इत्थमेव मूर्तिविभुसंयोगस्थले विभुमूर्ति संयोगस्थले संयुक्तयोः पृथक् आश्रय आश्रितत्वस्य असम्भवे अपि. हा, इत्युक्ते असम्भवः कथं, कुत्र असम्भवः अस्ति? अत्र इदानीं कयोः मध्ये संयोगस्य विषये चिन्तनं, कयोः मध्ये संयोगः भिन्न आश्रय आश्रितत्वं न न, अत्र उदाहरणमस्ति खलु मूर्तविभु संयोगस्थले. तर्हि किमपि मूर्तद्रव्यं वदतु उदाहरणार्थं. मूर्तद्रव्यम् इति यत्र क्रिया साध्यम् इति मूर्तद्रव्यम् इति सत्यं, किन्तु किमपि उदाहरणं वदतु. घटः इति स्वीकरोतु, मूर्तद्रव्यस्य उदाहरणं घटः इति स्वीकुर्मः खलु. मूर्तद्रव्यमेव. अस्तु, किमपि विभुद्रव्यं वदतु. विभुद्रव्यम् आकाशम्. आकाशः. तर्हि इदानीम् अस्माकं चिन्तनमस्ति घट आकाशयोः मध्ये संयोगः भवति वा इति. तत्र इदानीं घटः कुत्र आश्रितः अस्ति? भूतले न न, कपाले खलु, कपाले स्वस्य अवयवे. घटः स्वस्य अवयवे कपाले आश्रितः अस्ति, कपालः आश्रयम् अस्ति. इदानीम् आकाशः कुत्र आश्रितः अस्ति? आकाशः स्वस्य एव. हा, इति असम्भवः अस्ति खलु. यथा परमाणु यत् अन्यत्र यत्र कुत्रापि न आश्रितः, एवम् आकाशः अपि आकाशस्य आश्रयं नास्ति. आकाशः स्वस्मिन् आश्रितः अस्ति इत्युक्ते आकाशः पृथगाश्रयः, पृथगाश्रय आश्रितौ इत्यस्मिन् कोटौ आकाशः न भवति. न भवति. तस्मात् घटः भवितुमर्हति. घटः कपाले आश्रितः अस्ति इति कृत्वा घटः पृथगाश्रयः, पृथगाश्रय आश्रितः इति वक्तुं शक्यते. एवम् आकाशः पृथगाश्रय आश्रितः इति न वक्तुं शक्यते. तर्हि एकः पृथगाश्रय आश्रितः, अन्यः पृथगाश्रय आश्रितः न. तयोः मध्ये इदानीं कथं वा संयोगः भवितुमर्हति इति भवान् वदति इति पूर्वपक्षी आक्षिपति. तत्र सिद्धान्ती किम् उत्तरं वदति? एकस्य मूर्तस्य पृथगाश्रय आश्रितत्वात् संयोग उपपत्तिः. अस्तु, तर्हि इतोपि परिष्कृतं. पूर्वम् अस्माभिः किम् उक्तं? युतसिद्धयोः मध्ये संयोगः भवति. युतसिद्धः इत्युक्ते किं? पृथगाश्रय आश्रितयोः. तर्हि द्वयमपि पृथगाश्रय आश्रितः भवेत्, तयोः मध्ये संयोगः भवितुमर्हति इति पूर्वम् अस्माभिः चिन्तितं. तदनन्तरं पृष्टः कः? परमाण्वः अन्येषु न आश्रितः सन्ति इत्यतः तयोः मध्ये कथं वा संयोगः भवति इति पृच्छति. तत्र किम् उक्तं? तेषु तयोः तत्र स्वातन्त्र्यक्रिया अस्ति इत्यतः तयोः मध्ये संयोगः भवितुमर्हति. इदानीं पुनः प्रश्नं करोति, एकः विभुः अन्यः मूर्तं, तयोः मध्ये कथं वा संयोगः जायते इति चेत् द्वयमपि तत्र पृथगाश्रय आश्रितम् इति न भवेत्, एकः भवति चेत् पर्याप्तम् इति अत्र उक्तं. तर्हि इतोपि परिष्कृतमस्ति. उपपत्तिः इत्युक्ते साध्यं शक्यते इति वा? हा, संयोग उपपत्तिः इति चेत् उपपत्तिः इत्युक्ते सम्भवः भवति एव, उपपत्तिः समीचीनमेव इति. तर्हि आगत्य पृथगाश्रय आश्रितयोः मध्ये एव संयोगः भवति इति न. एकः पृथगाश्रय आश्रितः अस्ति, अन्यः पृथगाश्रयः आश्रितः नास्ति चेदपि तयोः मध्ये संयोगः भवितुमर्हति. अस्तु, इदानीम् इतोपि अग्रे चिन्तनमस्ति. श्रीराम महोदय अग्रे पठति वा? आं महोदय. न चैवं घटकपालयोः मध्ये अपि कपालस्य कपालिकाश्रितत्वात् घटस्य च कपालाश्रितत्वात् पृथक् आश्रय आश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगोत्पत्तिः सर्वादौ उक्ता अनिवार्या एव इति वाच्यम्. अग्रेपि पठतु इदानीम् इदानीं पूर्वपक्षिणः समानदिग्भागव्यापिनां समानदिग्भागव्यापिनां दिगुपाधिभूतानां घटावयवपरम्परागतानां कपालकपालिकादीनां परस्परावधिकपृथक्त्वस्य अस्वीकारात्। अस्तु, इदानीम् आपादनं किं, तस्य निवारणं कथम् अस्ति इति वदतु। अत्र पूर्वपक्षे अस्ति नैचैवं घटकपालयोः मध्ये अपि कपालस्य कपालिकाश्रितत्वात्। घटकपालयोः मध्ये कपालस्य कपालिकाश्रितत्वात्, कपालः कपालिकाम् आश्रितः अस्ति, घटस्य च कपाल आश्रितत्वात्, घटः अपि कपालम् आश्रितः अस्ति, पृथक् आश्रय आश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगोत्पत्तिः सर्वदौ उक्ता अनिवार्य। कपालाश्रितत्वात् पृथग् आश्रित आश्रितत्वस्य पृथग् आश्रित आश्रितौ अत्र स्वस्य सम्भवेन एकवारं पठित्वा स्वशब्दैः वदतु, अत्र केवलम् एतादृशम् अस्तु, अहं पृच्छं पृच्छामि, भवान् उत्तरं वदतु। तयोः मध्ये संयोगः भवति अत्र संयोगः पृथग् आश्रित आश्रितौ आश्रितयोः मध्ये एव संयोगः। अस्तु, अहं प्रश्नं पृच्छामि, भवान् उत्तरं वदतु। पृथग् आश्रय आश्रितयोः मध्ये एव संयोगः भवति। इदानीं प्रश्नः अस्ति, कपालघटं द्वयोः मध्ये संयोगः भवितुम् अर्हति वा न वा इति। घटः कुत्र आश्रितः अस्ति? कपालम् आश्रितः अस्ति। कपालः कुत्र आश्रितः अस्ति? कपालिकाम् आश्रितः अस्ति। इदानीं पृथग् आश्रय आश्रितौ खलु द्वयमपि? अस्तु, पृथग् आश्रय आश्रितौ स्तः घटः कपालः सम्भवेन कपालिकायां। अत्र अत्र मा पठतु महोदय, इदानीं भवान् पठितवान् खलु स्वशब्दैः वदतु। इदानीं निरूपितं खलु, घटः कपाले आश्रितः अस्ति, कपालः कपालिकायाम् आश्रितः अस्ति अस्ति, द्वौ अपि पृथगाश्रय आश्रितौ, तदा संयोगः तत्रापि भवेत् इति। संयोगः अनिवार्यः भवति इति। हा, तत्रापि संयोगः भवत्येव, भवानेव उक्तवान् पृथगाश्रय आश्रितयोः मध्ये संयोगः भवति। इदानीं मया निरूपितं, घटः घटकपालौ पृथगाश्रयाश्रितौ इति मया निरूपितं, तर्हि तयोः मध्ये किमर्थं संयोगः न भवति? संयोगः नास्ति इति पृच्छति पूर्वपक्षवत् पृच्छति। हा, समानदिग्भागव्यापिनां इदानीं समानदिग् देशं व्यापिनः व्यापी अस्ति घटः, व्यापिनौ स्तः घटः अपि च कपालः, अत एव समानदिग् व्यापिनाम्। इदानीं घटः कपालः कपालिकां स्वीकुर्मश्चेत् समानदिग् व्यापिनः सन्ति। दिग् उपाधि भूतानां, तत्र उपाधि अस्ति दिक्, अत्र दिक् इति आकाशः एव, आकाशः इति स्वीकुर्मः। दिक् उपाधिभूतानां, एतेषां द्रव्याणाम् उपाधि अस्ति आकाशः। घट अवयवपरम्परागतानां, एकनिमिषं, विपरीतरीत्या वदति, दिक् उपाधिभूतानाम् इत्युक्ते आकाशः एतेषाम् उपाधिः नास्ति, एतौ द्वौ अपि आकाशस्य उपाधिः अस्ति। उपाधिः, सत्यम्, आकाशस्य उपाधिः अस्ति, आकाशे एव अवच्छिन्नः भवति। घट अवयव सामान्यभाषया वदतु इदानीम्, उपाधि एतत् सर्वं त्यजतु, अत्र दिग् उपाधीनाम् इति, इदानीं प्रतिपादि इदानीं घटः यत्र अस्ति तत्रैव कपालः अस्ति, तत्रैव कपालिका अपि अस्ति. यत् आकाशम् अथवा देशः, यस्मिन् देशे कपालः घटः अस्ति तस्मिन् देशे कपालिका अपि अस्ति इति कृत्वा सर्वे एकस्मिन् देशे सन्ति इति कृत्वा घट अवयवपरम्परा परम्परागतानां कपालिकादीनाम् इदानीं घट अवयवपरम्परा अस्ति घटस्य, घटः कपालः कपालिका इति गतानां कपाल कपालिकादीनां परस्पर अवधिकपृथक्त्वस्य परस्पर अवधिक अवधिकाः सन्ति वा महोदय? पृथक्त्वस्य घटे विद्यमानपृथक्त्वस्य अवधिः कपालः न भवति, न भवति अस्वीकारा. कपाले विद्यमानपृथक्त्वस्य कपालिका अवधिः न भवति, न भवति इति उक्तमत्र. परस्पर अवधिकपृथक्त्वस्य अस्वीकारात् अनेक अवधिकत्वं पृथक्त्वस्य स्वीकृतं, किन्तु किं विहाय? स्व आश्रय अवयवपरम्परां विहाय. अस्तु, अपि च अत्र भवता यदुक्तं तत् समीचीनमेव, किन्तु किञ्चित् अत्र वक्तुं शैली किञ्चित् परिवर्तनं करणीयं. भवता किमुक्तं? यस्मिन् देशे कपालः अस्ति घटः अस्ति तस्मिन्नेव देशे कपालः अस्ति तस्मिन्नेव देशे कपालिका अस्ति, तादृशपरम्परा यत्र ये परम्पराणां तत्र सदस्यः सन्ति ते एकस्मिन् देशे सन्ति चेत् तयोः मध्ये तत्र संयोगः न भवति इति तु सत्यं, किन्तु अत्र उपाधिः इति पदं प्रयुक्तमस्ति खलु, तर्हि तद् आधारीकृत्य वक्तव्यं चेत् किञ्चित् भिन्नरीत्या वक्तव्यम्. यस्य आकाशस्य घटः उपाधिः भवति, घटः यस्य आकाशदेशस्य परिच्छिन्नं करोति तदेव देशम् आकाशं कपालः अपि परिच्छिन्नं करोति उपाधिः भवति चेत्. अत्र देशे इति भवान् आधारत्वेन उक्तवान्, इदानीम् आकाशः आकाशः आधारः अभवत् भवतः वाक्ये, किन्तु इदानीम् अस्माकम् आवश्यकता का इति चेत् आवश्यकं किम् इति चेत् अत्र उपाधिः एव आवश्यकमस्ति उपाधिभूतानां. तर्हि यस्य आकाशस्य घटः उपाधिः अस्ति तदेव आकाशस्य कपालः अपि उपाधिः अस्ति, तदेव आकाशस्य कपालिका अपि उपाधिः अस्ति इति कृत्वा. एतत् किञ्चित् स्पष्टमस्ति महोदय, उपाधिः देशपेक्षया एतत् स्पष्टं सत्यम् इति कृत्वा समानदिग् व्यापिनां दिग् उपाधिभूतानां दिगः उपाधिः यद्भवति ते एव दिग् उपाधिभूतः, तादृशानां तेषां भूतानां घट अवयवपरम्परागतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात्. तत्र पृथक्त्वस्य अनेक अवधिकत्वं स्वीकृतं किं विहाय? स्व आश्रय अवयवयपरम्परां विहाय अन्यत् सर्वं स्वीकृतम् इत्यतः घटकपालयोः मध्ये यद्यपि घटकपालौ पृथगाश्रय आश्रितौ तथापि तयोः मध्ये संयोगः न भवति इति परिशीलितम्. अस्तु समीचीनम्, धन्यवादः महोदय. अग्रे इदानीं स्वामिमहोदय, ओ स्वामिमहोदयेन पठितुं न शक्यम् इति उक्तम्. अस्तु मुरळीमहोदय पठति वा किञ्च? प्रयत्नं करोमि महोदय. किञ्च विभागे विभिन्नदेशव्यापिपूर्वव्यापिमूर्त महोदय व्यापीमूर्त वृत्तिपृथक्त्वे च. मुरळीमहोदय भवतः स्वस्था सम्यक् नास्ति वा? अस्ति महोदय, सम्यक् नास्ति वा? ऐ गाट् सम् प्राब्लम् आफ् थ्रोट् इन्फेक्षन्स् अस्तु तर्हि अनन्तरं पठतु महोदय, इदानीं मा पठतु, भवान् शृणोति, ध्वनिमुद्रणं कुर्वन्तः स्मः खलु. अस्तु, शिवराम महोदय पठति वा? आम् आं महोदय, पठामि. किञ्च विभागे विभिन्नदेशव्याप्तिमूर्तवृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अबाधित्वं भेदीय प्रति अवधित्वं भेदीय प्रतियोगिता च तादात्म्य अद्य अनेकपदार्थज्ञानाधि ज्ञानविषयः अत्र एवमेव तादात्म्यादि तादात्म्यादि अनेकपदार्थज्ञानाधि ज्ञानविषयः इति अनयोः विषययोः चिन्तने अपि पृथकत्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः न स्थूलबुद्ध्या विचारणीयाः इति तावत् मम प्रतिभाति इति दिक्. अस्तु, यावत् अवगच्छति वदतु. विभिन्नदेशव्याप्तिमूर्तवृत्तिपृथकत्वे च विस्पष्टं प्रतीयमानम् अवधित्वं भेदीयप्रतियोगिता च. भवानेव किञ्चित् प्रश्नं पृच्छतु. अस्तु अस्तु, अहम् एकवारं पुनः पठामि, तदनन्तरं प्रश्नं पृच्छामि. किञ्च विभागे, इदानीं विभागः इति गुणः, तत्र कीदृशस्थितिः अस्ति इति अत्र दत्तमस्ति. किञ्च विभागे विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं भेदीयप्रतियोगिता च तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः इत्यनयोः विषययोः चिन्तने अपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः न स्थूलबुद्ध्या विचारणीयः इति तावत् मम प्रतिभाति इति दिक्. अस्तु, इदानीं समापयति. भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. तत्र पूर्वं बहु किमपि उक्तं. प्रथमं तु अत्र अनेक अवधिकत्वम् एक अवधिकत्वं स्वीकृत्य पृथक्त्वे अनेक अवधिकत्वमस्ति, किन्तु भेदे एव एक अवधिकत्वमेव अस्ति इत्यतः तयोः मध्ये द्वयमपि एकं नास्ति इति निरूपितम्. द्वितीयं, तत्र एकदेशव्याप्तित्वं यत्र वर्तते तयोः मध्ये संयोगः न भवति इति, तत्रापि तत्र पृथक्त्वम् अस्ति इति तादृशचिन्तनमपि कृतम्. इदानीं भिन्नविषये चिन्तनं कृतमस्ति. अस्तु, इदानीम् अभावः, अस्माकं मूलविषयः कः? भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. तत् स्वीकुर्मः प्रथमम्. अत्र वाक्ये किं लिखितमस्ति? भेदीयप्रतियोगिता च तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः. अस्तु, इदानीं भेदः वक्तव्यः इति चिन्तयतु. घटः पटात् भिद्यते, घट अभावः पटे अस्ति इति वक्तव्यं चेत्, इति ज्ञातव्यं चेत्, ज्ञात्वा एव वदामः खलु. स च ज्ञानं, ज्ञानं कस्य अधीनः, नो चेत् केषाम् अधीनः इति. इदानीं शिवराम महोदय, यदि द्वयोः भेदः वक्तव्यः तर्हि पूर्वज्ञानं केषां विषये आवश्यकता अस्ति? घटः पटात् भिद्यते इति वक्तुं घटस्यापि ज्ञानम् आवश्यकं, पटस्यापि ज्ञानम् आवश्यकं. सत्यं, घटस्य ज्ञानम् आवश्यकमस्ति, पटस्य ज्ञानम् आवश्यकमस्ति, घटे विद्यमानघटत्वस्यापि ज्ञानम् आवश्यकमस्ति, पटे विद्यमानपटत्वस्यापि ज्ञानम् आवश्यकमस्ति. किमर्थम् इत्युक्ते अभावः निरूपणीयः चेत् घटत्वावच्छिन्नप्रतियोगिता निरूपित अनुयोगिता आश्रयः अभावः, घटनिष्ठ अभावः इति वदामः खलु. इति घट अभावः इति निरूपणीयं चेत् घटत्वनिष्ठप्रतियोगिता निरूपित अनुयोगिता आश्रय घटनिष्ठ अभावः, अपि च घट अभावः इति स्वतन्त्रते एतावत् तिष्ठति. तत्र अपेक्षा अस्ति, नियत अवधिकत्वपदार्थः अस्ति खलु भेदः, तर्हि कुत्र अस्ति इति अपि वक्तव्यम्. तर्हि घट अभावः भूतले इति वदामश्चेत् अस्माकं न्यायशैल्यां कथं वाक्यं वक्तव्यं? घटत्वावच्छिन्नप्रतियोगितानिरूपित घटनिष्ठ अनियोगिताश्रय स्वरूपसम्बन्ध अवच्छिन्न आधेयतानिरूपित अधिकरणतावान् भूतलम्। अत्र पश्यतु, एतस्मिन् वाक्ये बहु किमपि मया उक्तं, घटत्वम् इति मया उक्तम्, अवच्छिन्नं, तर्हि अवच्छेदक अवच्छेद्यभावः अपि अपि ज्ञातव्यः, घटत्व अवच्छिन्न प्रतियोगिता, प्रतियोगी इत्यस्य ज्ञानम् आवश्यकम्, प्रतियोगिता निरूपित अनियोगिता, तर्हि अनियोगितायाः ज्ञानम् आवश्यकं, स्वरूपसम्बन्ध अवच्छिन्न इति तत्र स्वरूपसम्बन्धः कः इति ज्ञातं ज्ञातं भवति, भूतलम् इत्यस्य इति बहूनां पदार्थानां ज्ञानं भवति भवेत् केवलम् अत्यन्त अभावस्य वक्तुम्। इदानीं यद्वाक्यं मया उक्तं दीर्घवाक्यं, तत्तु केवलम् अत्यन्त अभावस्य वाक्यम्। इदानीम् अन्योन्य अभावः वक्तव्यः चेत् इतोपि बहु किमपि वक्तव्यं भवति। घटत्वावच्छिन्नप्रतियोगितानिरूपित अनियोगिताश्रय घटनिष्ठ अनियोगिता आश्रय, तदनन्तरं तत्र घटाभावः पटे अस्ति इति वदामश्चेत् तत्रापि स्वरूपसम्बन्ध अवच्छिन्न आधेयतानिरूपित अधिकरणतावत् अधिकरणतावान् पटः इति वक्तव्यं। तर्हि अभावः वक्तव्यं, भेदः यत्र कुत्रापि वक्तव्यं, तत्र सर्वत्र बहूनां ज्ञानं पूर्वमेव आवश्यकं। यदि घटत्वस्य ज्ञानं नास्ति, घटस्य ज्ञानं नास्ति, प्रतियोगिनः ज्ञानं नास्ति इति तादृशं नास्ति चेत्, ज्ञानानाम् अभावः अस्ति चेत् अभावः न वक्तुं शक्यते। तर्हि अभावः, भेदः बहूनां ज्ञानानाम् अधीनः अस्ति, तदेव अत्र लिखितमस्ति, भेदीयप्रतियोगिता च तादात्म्यादि तादात्म्यादि, तत्र घटत्वं घटः तत्र तादात्म्यसम्बन्धः, प्रतियोगी केन सम्बन्धेन वर्तते, प्रतियोगिता केन सम्बन्धेन वर्तते इति चेत् तत्र किमपि वक्तव्यं भवति। तादात्म्य आदि, तदेव अत्र आदि आदिपदेन बहूनां सम्बन्धानां ज्ञानम् आवश्यकं, केवलं सम्बन्धः इति नास्ति, तदनन्तरं विषयाणामपि ज्ञानम् आवश्यकम् इति कृत्वा तादात्म्यादि अनेक पदार्थज्ञान अधीनज्ञानविषयः भेदः, भेदः अपि ज्ञानस्य विषयः अस्ति, भेदज्ञानम् अस्ति इति चेत् इदानीं ज्ञानस्य भेदज्ञानस्य विषयः अस्ति भेदः, स च भेदः बहूनां ज्ञानानाम् अधीनः अस्ति, तेषां ज्ञानं विना भेदस्य ज्ञानं न भवति। किन्तु पृथक्त्वम्, इदानीं पृथक्त्वम् इति वदामश्चेत् पृथक् घटे पृथक्त्वम् अस्ति, घटः पटात् पृथक् इति वदामश्चेत् इदानीं पृथक्त्वं पृथक्त्वस्य वक्तुं तत्र पृथक्त्वज्ञानं कस्य अधीनः इति पूर्वस्मिन् वाक्ये उक्तमस्ति, विभिन्नदेशव्यापीमूर्तवृत्तिपृथक्त्वे विस्पष्टं प्रतीयमानम् अवधित्वम् इत्युक्ते किमपि अव तत्र ज्ञान अधीनः नास्ति, पृथक्त्वम् इति विस्पष्टं ज्ञायते दृष्ट्वा, इदानीं घटः पृथक् अस्ति वा इति चेत् आं पृथक् अस्ति इति साक्षात् प्रत्यक्षेण गृह्यते पृथक्त्वम्। अन्यत् अन्येषां किमपि ज्ञानानाम् आवश्यकता नास्ति, यथा इदानीं शिवराममहोदय भवान् वदतु, इदानीम् अस्य घटस्य रूपं किम् इति अहं पृच्छामि, नीलघटः अस्ति इति चिन्तयतु, रूपस्य घटस्य रूपं किम् इति पृष्टे सति भवान् किं वदति? नीलरूपम् अस्ति इति, नीलरूपम् इति वदति, झटिति वदति, केवलं तत्र प्रत्यक्षेण गृह्यते खलु नीलरूपम्, चक्षुषा गृह्यते, एवं पृथक्त्वमपि चक्षुषा गृह्यते, साक्षात् दृश्यते, विस्पष्टं ज्ञायते, इत्युक्ते नीलं घटे विद्यमानरूपम् अन्यस्य पदार्थस्य ज्ञानम् अधीनः नास्ति, साक्षात् प्रत्यक्षेण गृह्यते, एवं पृथक्त्वमपि साक्षात् गृह्यते। अत्र केवलम् एकमेव वक्तव्यं, विभिन्नदेशव्याप्तिमूर्तवृत्तिपृथक्त्वे इत्युक्ते तत्र स्वस्मिन् घटः यस्मिन् अस्ति कपाले, कपालात् पृथक् पृथक् नास्ति, किन्तु तद् न दृश्यते एव. आम् इत्युक्ते भेदज्ञानार्थं बहूनां ज्ञानानाम् आवश्यकता अस्ति, पृथक्त्वस्य ज्ञानार्थं तादृशं नास्ति इति तयोः मध्ये अपि भेदः निरूपितः. अस्तु, तर्हि आहत्य भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः कथं कृतम् इति किञ्चित् अत्र अत्र तर्कः तर्काः के इति वदति वा शिवराम महोदय? प्रथमं कथं निरूपितम् भेदे एक एक अवधिकत्वमेव अस्ति, पृथक्त्वे अनेक अनेक अवधि. इदानीं स्वीकुर्मश्चेत् स्थापयामश्चेत् एकस्मिन् पार्श्वे तत्र भेदः इति स्थापयतु, अन्यस्मिन् पार्श्वे पृथक्त्वमिति स्थापयतु. तर्हि भेदस्य अधोभागे एक अवधिकत्वम् इति लिखति, भेदे एक अवधिकत्वमेव अस्ति, पृथक्त्वे अनेक अवधिकत्वमस्ति इति कृत्वा तयोः मध्ये भेदः वर्तते इति प्रथमं. द्वितीयमस्ति पृथक्त्वं तयोः मध्ये समादिग्वादिभूतानां मध्ये पृथक्त्वं न भवति, समान दिग् उपाधिभूतानां पृथक्त्वं न भवति, किन्तु महोदय कोऽपि अस्ति श्रूयते भवता ध्वनिः मध्ये मध्ये गच्छति. अस्तु महोदय किं करोतु, इदानीं किञ्चित् म्यूट् मध्ये भवतु महोदय. अस्तु इदानीं समीक्षया श्रूयते खलु श्रीरामहोदय? श्रूयते श्रूयते श्रूयते. अस्तु अस्तु अस्तु हा, तर्हि समग्रचिन्तनम् अहं वदामि. इदानीम् एक टाबुलेशन् इव मनसि स्थापयतु. अत्र वामभागे भेदः इति अस्ति, दक्षिणभागे पृथक्त्वम् इति अस्ति. भेदे एक अवधिकत्वं, पृथक्त्वे अनेक अवधिकत्वं, तर्हि तयोः मध्ये भेदः साधितः, पृथक्त्वं भेदः न इति. द्वितीयबिन्दुः अस्ति पृथक्त्वे, प्रथमं पृथक्त्वं वदामि, समान दिग् उपाधिभूतानां मध्ये पृथक्त्वं नास्ति, किन्तु समानदिग् उपाधिभूतानां मध्ये भेदः अस्ति, कपालः घटात् भिद्यते इति वक्तुं शक्यते, किन्तु घटः न घटः कपालात् भिद्यते इति वक्तुं शक्यते, किन्तु घटः कपालात् पृथक् इति न वक्तुं शक्यते. किमर्थम् इति चेत् घटः कपालः द्वयमपि समान दिग् भूतौ स्तः इति कृत्वा तयोः मध्ये पृथक्त्वं न भवति, किन्तु भेदः भवत्येव. यद्यपि एकस्मिन् देशे एव द्वयमपि अस्ति, द्वयमपि एकस्य आकाशस्य उपाधिः अस्ति, तयोः मध्ये भेदः भवति किन्तु पृथक्त्वं न भवति इति द्वितीयबिन्दुः. तृतीयबिन्दुः अस्ति भेदस्य ज्ञानार्थं तत्र अनेकानाम् अन्यानां ज्ञानस्य आवश्यकता अस्ति, अनेक ज्ञान अधीनः अस्ति भेदः, किन्तु पृथक्त्वं तादृशं नास्ति, विस्पष्टं ज्ञायते पृथक्त्वम् इति त्रीणि अत्र उक्तानि सन्ति, त्रीणि कारणानि उक्तानि सन्ति, त्रयः हेतवः उक्ताः तेन तैः. इदानीं ग्रन्थकारेण किं निरूपितम्? भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः कृतः. तर्हि एवं वदति ग्रन्थकारः, प्राचीनानाम् आशयः. अस्तु इदानीं प्राचीननैयायिकाः नवीननैयायिकाः इति पक्षद्वयमस्ति. अत्र पूर्वपक्षी कः इति चेत् नव्यनैयायिकः, नव्यनैयायिकानां मतानुसारं पृथक्त्वम् इति अन्यतमस्य गुणः आवश्यकता नास्ति. यत्र यत्र पृथक्त्वेन किमपि निरूपयितुं शक्यते तद् भेदं स्वीकृत्य एव व्यवहारं कर्तुं शक्यते इति नव्यनैयायिकानां मतम्. प्राचीनानां नैयायिकानां मतं किम् इति चेत् पृथक्त्वम् इति अन्यतमः गुणः, स च गुणः न तु भेदः. तर्हि तस्य निरूपणं कथं कृतं? यथा इदानीं मया उक्तं तथा नव्य प्राचीननैयायिकैः कृतम् इत्यतः ग्रन्थकारः वदति प्राचीनानां आशयः यदस्ति भेदः पृथक्त्वं न इति, तत् स्थूलबुद्ध्या न विचारणीयः, गभीरचिन्तनम् अत्र कारणीयं. गभीरचिन्तनम् इदानीम् अस्माभिः कृतं, तेन निरूपितमपि भेदः भेदः पृथक्त्वात् भिद्यते. इत्युक्ते पृथक्त्वं भेदात् भिद्यते, भेदपृथक्त्वयोः मध्ये भेदः अस्ति इति अस्माभिः निरूपितम् इति तावत् मम प्रतिभाति इति दिक् तावत् अलम् इति इदानीं बहु समीचीनतया गभीरतया ग्रन्थकारः निरूपितः अस्ति, बहु समीचीनतया निरूपितमस्ति. अस्तु, तर्हि इदानीं भवन्तः तत्र करपत्रं पठन्ति चेत् महोदयेन तत्र बहु किमपि लिखितमस्ति, वस्तुतः तावद् आवश्यकं नास्ति इति मम चिन्तनमस्ति. एवं यथा इदानीं अस्माभिः पठितं तावत् पश्यामश्चेत् पर्याप्तम् इति भाति, किन्तु तत्र बालकानां सुखबोधाय इति तादृशं महोदयेन विचिन्त्य लिखितं, किन्तु तत्र किं भवति पुनः पुनः एकमेव लिखति चेत् तत्र भ्रमः जायते इति कृत्वा सर्वे किं कुर्वन्तु, गृहपाठः एतदेव भवति यथा इदानीं मया प्रतिपादितं, तत् स्वयमेव चिन्तयित्वा टाबुलेशन् स्थापयन्तु सर्वे, कोष्टकं स्थापयन्तु सर्वे. तत्र त्रीणि त्रयः हेतवः मया उक्ताः सन्ति. मया उक्ताः इत्युक्ते पुस्तके यदुक्तं तत् सङ्ग्रहरूपेण मया उक्तं, तर्हि तत् स्थापयन्तु, तस्मिन् विषये चिन्तयन्तु. केवलम् इदानीम् अनेकावधिकत्वम् एकावधिकत्वम्, एकावधिकत्वम् इत्युक्ते किं, कथं स्थापितम्, अनेकावधिकत्वम् इत्युक्ते किं, कथं स्थापितं, तत्र आधारादेवं स्वीकृत्य अस्माभिः वाक्यं रचितं खलु, तत्सर्वं लिखित्वा एकवारं पश्यन्ति चेत् बहु समीचीनतया अवबोधः जायते, अपि च भवतां संस्कृतभाषायाः अभिवर्धनमपि भवति इति कृत्वा सर्वे कुर्वन्तु. आगामि मङ्गलवासरे इतोपि अग्रे सरेम, किन्तु तस्मात् पूर्वम् अहं प्रार्थयामि यस्य कस्यापि उपस्थापनं भवतु इति अस्मिन् विषये, पञ्चनिमिष अभ्यन्तरे उपस्थापनं कर्तव्यम् इति कृत्वा सर्वे कृपया सिद्धतां कुर्वन्तु इति प्रार्थये. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादः. नमस्कारः.